सर्वेभ्यो नमः. अद्यतनविषयः अस्ति स्वादिगणः इति. तर्हि गतसप्ताहे वयं दृष्टवन्तः अनदन्ताङ्गानां कृते सिद्धतिङ्प्रत्ययः इति. तत् करपत्रं कृपया स्वीकरोतु. अनन्तरं महोदयस्य स्वादिगणः इत्यपि करपत्रं स्वीकृत्य वयं पठामः. तर्हि मणिमहोदय आरम्भं करोति वा? तत् आरम्भं कुर्मः वा? पठामि वा महोदय? महोदय स्वादिगणे चत्वारत्रिंशत् धातवः सन्ति. अयम् अस्माकं प्रथमधातुगणः, यत्र अङ्गम् अनदन्तम् अत्र सिद्धकौमुदीयां परस्मपदगदपद्यज्यङ्गन्तरूप निष्पादनम् अतीव प्रमात्मकं काम्. परन्तु पुष्पमातुः पतितम् अनुसृत्य पाणिने वास्तविकपतितिम् अनुसृत्य अङ्गम् अनदन्तं चेदपि सर्वम् अत्यन्तं स्पष्टं तर्कपूर्णञ्च. सारांशः वदति वा महोदय, सरलभाषया? अत्र पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङ्गतस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. अत्रापि त्रीणि सोपानानि सन्ति. प्रथमे विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं. द्वितीये तिङ्गप्रत्ययसिद्धिः, तिङ्गप्रत्ययनिमित्तकम् अङ्गकार्यं तथा अङ्गं तिङ्प्रत्ययः मेलनं, प्रत्ययोः मेलनं. प्रथमे महोदय, तर्हि अत्र उक्तमस्ति स्वादिगणे चतुर्त्रिंशत् धातवः सन्ति इति. तर्हि इदानीम् अनदन्तम् अङ्गम् इति सिद्धान्तकौमुद्यां किञ्चित् कष्टं वर्तते, किन्तु ब्रह्मात्मकं भवति. किन्तु पुष्पमातुः पद्धतिमनुसृत्य बहु सरलं भवति इति महोदयेन उक्तं. तर्हि त्रीणि सोपानानि पूर्वमपि अस्माभिः उक्तमासीत् खलु, यत्र गुहादिगणे अस्ति द्वादिगणे तत्रापि तथा एव अस्ति. अत्रापि सामान्य सोपानानि सन्ति. प्रथमं भवति विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, धातुविकरणप्रत्ययोः मेलनं भवति. अनन्तरं तिङ्प्रत्ययसिद्धिः, एतत्तु अस्माभिः गतसप्ताहे दृष्टं. तृतीयसोपानम् अस्ति तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तथा अङ्गतिङ्प्रत्ययोः मेलनम् इति भवति. अस्तु महोदय, अग्रेपि पठतु वा? पठतु महोदय अग्रेपि. महोदय पठित्वा किञ्चित् आमां पठामि, पठतु महोदय. किञ्चित् पठित्वा किञ्चित् सरलरूपेण वदति चेत् तदपि. ओके. स्वादिगणे विकरणप्रत्ययः श्नु, स्वादिवेग श्नुः, इत्यनेन श्नु प्रत्ययः विहितः. लसक्वदन्ते इत्यनेन सकारस्य ईत् संज्ञा, तस्य लोपः, इत्यनेन लोपः नु इति अवशिष्यते. स्वादिभ्यः श्नु इति श्नु अस्ति. लसक्वदति इति सूत्रेण शकारः लोपं भवति, अतः नु एव अवशिष्यते. अनन्तरं स्वादिभ्यः श्नु, स्वादिगणे स्थितेभ्यः धातुभ्यः श्नुः प्रत्ययः भवति. कर्तर्तुक सार्वधातुकप्रत्ययपरे श्यु आदि येषां ते स्वादयः बहुव्रीहि, तेभ्यः स्वादिभ्यः. स्वादिभ्यः पञ्चमे अन्तं श्नु, प्रथमान्तं द्विप्रथमिदं सूत्रं. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्ति, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्ति, प्रत्ययः परः च इत्यनयोः अधिकारः. धातोरणरे जो हलादि है, क्रिया क्रियासंबिहारे यंग इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्वादिभ्यः धातुभ्यः स्नुः प्रत्ययः परः कर्तरि सार्वधातुके। अत्र विवरणं वक्तुं न शक्नोमि महोदय। केवलं करोतु महोदय, महोदय सम्यक् कृतवान्. कण्टिन्यू वा? तर्हि अग्रे हेमा भगिनी वदति वा, आं भगिनि, उक्त्वा अग्रे गच्छतु. हा, इदानीं स्वादिगणस्य विवरणम् अत्र दत्तमस्ति। स्वादिगण स्वादिगणे भिन्नः विकरणप्रत्ययः अस्ति श्नुः इति। प्रथमं तु कर्तरि शप् आगत्य सर्वत्र शप् इति तिष्ठति, तदनन्तरं शपं प्रभाद्य स्वादिभ्यः श्नुः इति कारणेन श्नुः इति प्रत्ययं विकरणप्रत्ययम् आगच्छति। स्नुः मध्ये लशक्वत् इति कारणेन अनुबन्धलोपा लोपं भवति, तदनन्तरं नु एव अवशिष्यते। यदि कर्तृके सार्वधातुकप्रत्ययः परः अस्ति चेत् स्वादिभ्यः धातुभ्यः कृते श्नु प्रत्ययः आगच्छति इति सारांशः अस्ति। स्वादिभ्यः इत्युक्ते तत्र पञ्चमी विभक्तिः अस्ति खलु भगिनि, तर्हि कः अर्थः इति तदपि वदति वा पुनः पुनः एकवारं। पञ्चमी विभक्ति पाणिनिना पञ्चमी पञ्चमी विभक्ति अत्र प्रयुक्तमस्ति खलु स्वादिभ्यः इति, षष्ठी नास्ति पञ्चमी इति, पञ्चमी आम् आम् सत्यं, किन्तु पञ्चमी इत्युक्ते किम् इति, पञ्चमी इत्युक्ते परकार्यम् इति, कार्यं परे आगच्छति। कार्यं किम् अस्ति अत्र, श्नु इति विकरणप्रत्ययः कार्यं भवति अस्माकम् इदानीं, परे आगच्छति। तर्हि स्वादिगणस्य अनन्तरं श्नु इति प्रत्ययः आगच्छति। धन्यवादः, अग्रे अग्रे पठतु भगिनि। आम् आम् नू तु षित् अस्ति महोदय, नूतनः इति उक्तवान् मदिमणि महोदय, अतः अहं पृच्छामि, भवती जानाति किन्तु अन्येषां कृते किञ्चित् श्नु इति श्नु षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः भवति। अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा चीयोगः नु इति स्थितौ। उगन्तलघुपदस्य इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा तिग् योगः नु इति स्थितौ। परन्तु श्नु अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण ङित्वत्, तदर्थं ङिति च इत्यनेन उभयत्र गुणनिषेधः। अत्र एवम् अस्ति, श्नु विकरणप्रत्ययः षित् अस्ति, शकारस्य इत्यत्र भवति इति, अतः तिङ्क्षित् सार्वधातुकं सूत्रं सूत्रेण अयं अयं प्रत्ययः सार्वधातुकप्रत्ययः अस्ति। सूत्रद्वयकारणयोः गुणकार्यं सम्भवति, सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इति। सार्वधातुक अर्धधातुकयोः कारणेन अन्तिम अच्वर्णस्य गुणः सम्भवति, पुनः पुगन्तलघुपदस्य इति कारणेन उपधायां स्थितस्य इक्वर्णस्य अपि गुणः भवति। परन्तु श्नु तु सार्वधातुकम् अपित् अस्ति, अतः अनेन सूत्रेण ङित्वत् आरोपं भवति, पुनः ङिति च सूत्रेण उभयत्र गुणनिषेधः भवति। तर्हि सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य सूत्रद्वयमपि अत्र कार्यं न करोति इति। किमपि अन्यत् वक्तव्यं? अनेन कारणेन प्रथमसोपाने किमपि कार्यं नास्ति, केवलं मेलनमेव। अत्र उदाहरणेन केचन दातवः दत्तम् अस्ति, इकारान्तदातवः ची ची योगः नु, विकरणप्रत्ययस्य अनुबन्धलोपानन्तरं नु नु इति अस्ति, केवलं मेलनेन चिनु इति अङ्गं निष्पन्नम्। उकारान्तदातवः सु सुयोगः नु सुनु इति, ऋकारान्तदातवः वृ वृयोगः नु वृणु इति। तदनन्तरं हलन्तदातवः, पूर्वम् अजन्तदातवः दृष्टवन्तः, इदानीं हलन्तदातवः तिग् तिग्योगः नु तिग्नु, तृप्योगः नु तृप्नु, शक्योगः नु शक्नु, आप्योगः नु आप्नु इति विवरणम् अस्ति अत्र. विकरणप्रत्ययः ङित्वत् चेत् प्रथमसोपानि त्रीणि मुख्यकार्याणि सन्ति. वयं पूर्वमपि दृष्टवन्तः यत्र कुत्रापि ङित्वत् अस्ति चेत् त्रीणि महत्त्वपूर्णकार्याणि सन्ति इति. प्रथमम् अस्ति गुणनिषेधः, द्वितीयम् अस्ति सम्प्रसारणकार्यं, तृतीयम् अस्ति नकारस्य लोपः इति. तस्य विवरणम् अत्र अस्ति. प्रथमं गुणनिषेधः, एतदपि एकं कार्यं. स्वादिगणे स्नु प्रत्ययस्य अपित्वात् गुणनिषेधः. सार्वधातुकम् अपित् कारणेन स्नु विकरणप्रत्ययः अपित् अस्ति, अपित् कारणेन तत्र गुणः न सम्भवति इति. सम्प्रसारणं सूत्रं बहु विस्तरेण अहं न स्मरामि. ग्रहिज्या, व्यच्, त्रश्च, बहवः धातवः आगच्छन्ति अत्र. तेषां कारणेन सम्प्रसारणं भवति कितिङिति प्रत्यये परे. परन्तु स्वादिगणे कोऽपि सम्प्रसारणी धातुः नास्ति. सम्प्रसारणम् इत्युक्ते यण्सन्धेः विपरीतकार्यं. यत्र यण्सन्धौ इक् स्थाने यण् आगच्छति, अत्र तु यण्स्थाने इक् इक् वर्णाः आगच्छन्ति इति. तृतीयसोपानं तृतीयकार्यम् अस्ति अनिदितां धातूनां नकारलोपः इति. अनिदितां हल उपदायाः ङिति सूत्रं कार्यं करोति अत्र. इत्यनेन किति इति प्रत्यये परे नकारस्य लोपः भवति. स्वादिगणे तादृशः एकमेव धातुः अस्ति, दम्बु. अत्र दम्बने हिंसायाम् इति अर्थः. दम्ब् मध्ये मकारः अस्ति, अनेन सूत्रेण दम्ब् योगः श्नु नकारस्य लोपं भूत्वा दब्नु इति अङ्गं निष्पन्नम्. यदि वयं पश्यामः चेत् दम्ब् मध्ये मकारः अस्ति, परन्तु सूत्रस्य अनुसारेण नकारलोपः इति वयं वदामः, परन्तु अत्र नकारः तु नास्ति. पूर्वं मूलरूपम् अस्ति, तत्र नकारः आसीत् इति. नकारस्य अनुस्वारं भूत्वा नश्चापदान्तस्य झलिकारणेन तदनन्तरं ययि परसवर्णः, अतः मकारः आगच्छति. तत्र इदानीं मकारस्य लोपः एव नकारलोपः इति सारांशः. धन्यवादः. नमस्कारः भगिनि, सुब्रह्मण्यः अत्र. अहं तु नाम पूर्वे एव लिखितवती. अस्तु महोदय, धन्यवादः. अन्य कोऽपि अस्ति वा? आं भगिनि, तिङ् संज्ञकप्रत्ययसिद्धिः, तिङ् प्रत्ययसिद्धिः पूर्वतने पाठे जाता एव. यत्र अङ्गम् अनदन्तं तत्र सिद्धतिङ् प्रत्ययाः एते. लट्लकारे परस्मैपदं तीतः अन्ति, सीतः त, मीवः मह. आत्मनेपदे पदं ते आते अथे, से आते द्वे, ए वहे महे. लोट्लकारे परस्मैपदं तु तात् ताम् अन्तु, हि तात् तं त, आनि आव आम. आत्मनेपदं ताम् आत्ताम् अथां, स्व आतां द्वम्, ऐ आवहै आमहै. लङ्लकारः परस्मैपदं इत् ताम् अन्, इस् तं त, अम्ब म. आत्मनेपदं त आताम् अथ, ताः आतां द्वम्, ई वहि महि. विधिलिङ्लकारे परस्मैपदं यात् यातां युः, याः याता यातं यात, यां याव याम. आत्मनेपदं ईत इयातां ईरन्, ईताः इयातां विध्वम्, ईय ईवहि ईमहि इति रूपम्. तृतीयसोपानमस्ति तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् इति. स्वादिगणे इदं कार्यं मुख्यम्। अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणीयधातवः भागद्वये विभक्ताः, अजन्तदातवः हलन्तदातवः च। यतः धातु अजन्तो वा हलन्तो वा इत्यनेन तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं विद्यते। तर्हि स्वादौ वर्गद्वयमस्ति, अजन्ताः चि धातुः इव, अपि च हलन्ताः षक् धातुः इव। अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं प्रवर्तते। अत्र तृतीयसोपानमस्ति तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् इति। अत्र स्वादिगणे इदं कार्यं बहु मुख्यम् अस्ति। स्वादिगणीयधातवः मातृभिः भागद्वये विभजनं कृतवती, अजन्तदातवः हलन्तदातवः च। यदा धातुः अजन्तः वा हलन्तः वा अस्ति चेत् तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यस्य भेदः अस्ति तयोः मध्ये। स्वादिगणे अतः स्वादिगणे वर्गद्वयम् अस्ति, अजन्तः चि धातुः इव अस्ति, हलन्तः शक् धातुः इति स्वीकुर्मः चेत् शक् धातुः इव अस्ति। अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं प्रवर्तते। अत्र हलन्तदातवः सामान्यः, अजन्तदातवः विशेषाः इति अवगम्यताम्। नाम स्वादिगणे ये सामान्यनियमाः सन्ति सर्वे हलन्तदातवः तान् नियमान् अनुसृत्य प्रवर्तन्ते। अजन्तदातवः अपि आधिक्येन तथैव प्रवर्तन्ते, किन्तु स्थलत्रये विशेषाः भवन्ति। स्थलत्रयम् अग्रे सूचितम् अस्ति। अत्र हलन्तदातवः सामान्यः, अजन्तदातवः तु विशेषाः। सामान्यनियमः ये स्वादिगणे अस्ति ते तु हलन्तदातवः विषये अस्ति। अजन्तदातवः अपि आधिक्येन तथैव प्रवर्तन्ते, किन्तु आधिक्येन अजन्तदातवः अपि तदानीमेव अस्ति, किन्तु स्थलत्रये विशेषाः सन्ति इति अस्ति। अग्रे स्थलत्रयविषये सूचितम् अस्ति। नूतनः आगतः वा, अन्य कोऽपि आगतः वा? नमस्ते भगिनि, मीना अस्मि। स्वागतं भगिनि। स्वादिगणे प्रतिनिधिचतुष्टेयं स्वीक्रियताम्। अजन्तपरस्मैपदि धातुः चि, हलन्तपरस्मैपदि धातुः शक्, अजन्त आत्मनेपदि धातुः चि, हलन्त आत्मनेपदि धातुः अस्। येषां चतुर्णां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु जानीमः चेत् सर्वेषां स्वादिगणीयधातूनां सार्वधातुकलकाररूपाणि जानीमः एव। कण्ठस्थीकरणीयम् इति न, सर्वं तर्काधारेण प्रवर्तते। अत्र यदा भगिनी उक्तवती मातृभिः स्वादिगणीय धातुः अत्र भागद्वये विभजनं कृतवती, अजन्तधातवः अलन्तधातवः। यदि अत्र अग्रे अस्ति, अत्र अजन्तधातवः परस्मैपदी धातवः अपि च आत्मनेपदी धातवः, हलन्त अपि परस्मैपदी धातवः आत्मनेपदी धातवः। अत्र प्रतिनिधिरूपेण अजन्तपरस्मैपदी धातु प्रतिनिधिः अस्ति चि, तथैव अजन्त आत्मनेपदी धातुः प्रतिनिधिः अस्ति चि, हलन्तपरस्मैपदी धातु प्रतिनिधिः शक्, हलन्त आत्मनेपदी धातु कृते प्रतिनिधिः अस्ति अश्। यदि वयं येषां धातूनां रूपाणि लट् लोट् लङ् विधिलिङ्ग् सार्वधातुकलकारेषु जानीमः, तर्हि सर्वाणि स्वादिगणीय सर्वेषां स्वादिगणीय धातूनां सार्वधातुकलकाररूपाणि जानीमः एव. अत्र कण्ठस्थीकरणं करणस्य प्रसक्तिः न भवति. किमर्थं चेत् एतत् सर्वं तर्काधारेण एव वयं साधयिष्यामः. अनन्तरम् अत्र गतपाठे अस्माभिः दृष्टं यत् सिद्धतिङ्प्रत्ययाः चतुर्विधाः हलादिपितः, अजादिपितः, हलादि अपितः, अजादि अपितः. तर्हि स्वादिगणे अजन्तधातुभिः सह हलन्तधातुभिः सह च येषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्. यदा वयं गतसप्ताहे दृष्टवन्तः अत्र अत्र सिद्धतिङ्प्रत्ययाः चतुर्विधाः सन्ति, हलादि अपित् हलादिपित् प्रत्ययः, अजादिपित् प्रत्ययः, हलादि अपित् प्रत्ययः, अजादि अपित् प्रत्ययः. यथा प्रथमपुरुष एकवचने ति अस्ति, तत्तु हलादिपितः अस्ति. प्रथमपुरुष लट्लकारे लोट्लकारे प्रथमपुरुष उत्तमपुरुष एकवचने आनि अस्ति, तत्तु अजादिपित् अस्ति. तः लट्लकारे प्रथमपुरुष द्विवचने हलादि अपित् अस्ति. तथैव अत्र अन्ति प्रथमपुरुष बहुवचने लट्लकारे तत्तु अजादि अपित् अस्ति. अत्र अजन्तधातु कृते हलन्तधातु कृते येषां चतुर्णां प्रत्ययानां योजनेन कार्यं कथं भवति इति द्रक्ष्यामः. इति कुत्र कार्याणि कः के के कार्याणि कानि कानि कार्याणि सन्ति इति वयं द्रक्ष्यामः इदानीमेव. एकवारं पूर्व पुनः वदति वा महोदय, हलन्तदातु यदि अजादिपित् अस्ति चेत् कीदृशकार्यं, हलादिपित् कीदृशकार्यम् अजादिपित् अस्ति चेत्? हलादिपित् अस्ति चेत् अत्र गुणकार्यं भवति. अजादिपित् अस्ति चेत् अपि अत्र गुणकार्यं भवति. अनन्तरम् अत्र सन्धिकार्यमपि भवति. हलादि अपित् अस्ति चेत् अत्र गुणनिषेधः अपित् कारणात्, हलादिकारणात् अत्र प्रायः सन्धिकार्यं न भवति. अजादि अपित् अस्ति चेत् अत्र अपित् कारणात् गुणनिषेधः, अजादिकारणात् अत्र सन्धिकार्यं भवति इति. तत्कारणात् अत्र कार्याणि यानि कार्याणि सन्ति, अनन्तरम् अत्र अजादि अजन्तधातुः वा हलन्तधातुः वा इत्यनेन कानिचन भेदानि केचन भेदाः सन्ति, ते के इति वयं द्रक्ष्यामः अस्य अस्मिन् पाठे. अत्र अधः विशिष्टकार्याणि रक्तवर्णेन सूचितानि. हलन्तधातूनां कार्यं हलादिपित्सु गुणः शक्नु योगः ति ति तिप् अस्ति, अतः शक्नु इत्यस्य अन्तिमवर्णः उकारः, तस्य गुणः ओ अस्ति, ओकारः अस्ति, शक्नोति इति रूपम्. अजादिपित्सु गुणः तदा अवादेशः शक्नुयोगः आनि उ इत्यस्य गुणः ओ ओ अस्ति, ओ योगः आ औ भवति, औ आनि शक्नुवानि इति भवति। पुनः भगिनि शक्नुयोगः आनि पुनः किम् उक्तवती? शक्नुयोगः आनि शक्नो योगः आनि उकारस्य गुणः भवति। केन सूत्रेण? सा गुणः षित् अस्ति चेत् षित् अस्ति अपित् अस्ति गुणः सूत्रं न स्मरामि। अपित् अस्ति, षित् अस्ति, पित् अपि अस्ति चेत्, षित् अस्ति पित् अपि अस्ति, अतः गुणं सार्वधातुक आर्धातुकयोः पुगन्तलघुगतस्य चेति सूत्रद्वयं गुणम् आगच्छति, गुणं करोति। तर्हि अत्र अन्ते अस्ति तर्हि सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणं करोति। शक्नो योगः आनि, अतः सन्धिकार्यं शक्नवानि इति भवति। कः सन्धिः अस्ति? यचो अयवायवः सन्ति इति वदामः। पुनर्वदतु, यान्तवान्तादेशसन्धि इति वदामः। अन्तवान्तादेशसन्धि एचोयवायावः इति एचोयवायवः एचोयवायावः तर्हि ओकारस्य स्थाने औ आदेशः भवति अत्र। ओकार स्थाने औ आदेशः। हलादि अपित्सु इति अपित् अस्ति इति ङित्वत् भवति अपित्, अतः ङिति च इत्यनेन गुणनिषेधः। केन सूत्रेण निद्वत् भवति? केन सूत्रेण निद्वत् भवति? ङितः सार्वधातुक अपित् निद्वत् इति भवति, अनुवृत्तिसहितं भवति वदति चेत् सार्वधातुकम् अपित् निद् निद्वत् इति भवति। सार्वधातुकम् अपित् ङित्, ङिति च इति सूत्रेण ङित् अस्ति चेत् गुणनिषेधः, गुणवृद्धिः न भवति। इको अनुवृत्तिसहितं भवति, ङिति च इको गुणवृद्धिः न इति भवति, इति न इति अस्ति। शक्नुयोगः तः शक्नुतः वर्णमेलनमेव। अजादि अपित्सु अचि नु धातु ब्रुवां युवोर्यङ्गुवङ्गौ इत्यनेन अवङ्गादेशः। शक्नुयोगः अन्ति शक्न् ऊस्थाने औ ऊ आदेशः अन्ति शक्नुवन्ति इति भवति। उवङ्गादेशः उवङ्ग् इत्यस्य इङ् इति इत् संज्ञा भवति, अतः ऊ एव अवशिष्यते। केन सूत्रेण हलन्त्यम् तस्य लोपः, अनन्तरं वकारे परे एकः हकारः अस्ति तस्य अजनुनासिकयुत् उपदेशे अजनुनासिकयुत् उपदेशे अजनुनासिकयुत् ऊ इति अवशिष्यते अस्ति। अत्र पाणिनीयसूत्रपाठः इति पश्यति चेत् तत्र प्रथम अध्याये पञ्चम सूत्रम् अस्ति नितीच इति सूत्रं, गुणवृद्धिनिषेधः इति अस्ति। तत्र तृतीयं सूत्रमस्ति इको गुणवृद्धिः इति अस्ति, अनन्तरं न धातु लोप आतुधातुके इति सूत्रं वदति इको गुणवृद्धिः न इति, इको गुणवृद्धिः इत्यस्य अनुवृत्तिः आगच्छति, अनन्तरं नितीच इति अस्ति। अत्र न धातुलोपे लोप आर्तधातुके इति सूत्रेण न इत्यस्य अनुवृत्तिः आगच्छति. अनन्तरम् इको गुणवृद्धिः इत्यनेन साक्षात् तस्य अनुवृत्तिः भवति. तर्हि मिति च न इको गुणवृत्तिः इति भवति. अग्रे पठामि. अग्रे एकं वाक्यमस्ति खलु. अजन्तधातूनां कार्यं त्रिषु स्थलेषु भिद्यते. स्थलत्रयमपि अपित्सु एव. पित्सु नोको न कोऽपि भेदः. अतः सम्यक्तया तोलयन्तु. तर्हि भेदः अस्ति अपित्सु एव. पित्सु किमपि कार्यभेदः नास्ति इति उक्तवान्. धन्यवादः. मणिमहोदय अग्रे अजन्तधातूनां कार्यं स्वादिपित्सु गुणः. स्नु योगति स्नोति. अजातिपित्सु गुणः. तदा अवादेश चिनु योग आनि चिनो आनि चिन् योग औ आनि चिनवानि. अत्र महोदय पुनः वदति वा केन सूत्रेण इति स्मरति वा? भगिनी इदानीम् उक्तवती हलादिपित्सु गुणः भवति. गुणः केन सूत्रेण भवति? हलादिपित्सु गुणः भवति तिङ्क्षिप् सार्वधातुको अनेन ओकारे सार्वधातुकं सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यं विधीयते. गुणकार्यं भवति. अत्र चिनो योग आणि स्थाने ओकारः यथयाव सूत्रेण औ आदेशः. अनन्तरं चिन् योग औ योग आणि चिनवाणि इति पदम्. हलादि अपि हलादि अपित्सु किञ्चित् च इत्यनेन गुणनिषेधः. यदा शिनु योग इति सूत्रेण इति च इति सूत्रेण गुणनिषेधः. यदा शिनु योगतः शृणुतः एव. स्थलद्वये अपवादभूतकार्यं लोटिः लोपः. चिनु योग हि चिनु एव. अतो हेः सूत्रेण हि लोपः भवति. तदा चिनु एव भवति. वकारमकारपरि उकारस्य वा लोपः. चिनु योगवः चिन्वः. विकल्पेन चिनुवः इति अपि भवति. अत्र उकारस्य लोपो भवति विकल्पेन. अतः चिन्वः इति चिनुवः इति भवति. द्वयोः अपि भवति. अजादि अपित्सु उष्णुवो सार्वधातुकेन यन् आदेशः. चिनुयोः अन्ति चिन् योग यु योग अन्ति चिन्वन्ति. अत्र गुणकार्यं न भवति. बट् किन्तु विशेषसूत्रः विष्णो सार्वधातुके इत्यनेन यन् आदेशः यङ्गोङ् न आदेशः. स अनेन सूत्रेण चिन् योग व अन्ति चिन्वन्ति इति भवति. अजादि अपि अजादि अपि अत्र हलन्तधातूनाम् अजन्तधातूनां पश्यन्ति चेत् किमपि भेदः नास्ति. हलादिपित्सु अजादिपित्सु किमपि भेदः अस्ति. गुणं भवति, अनन्तरं वर्णमेलनं भवति. परिकार्यमस्ति चेत् तदपि सम्भवति. किन्तु हलादि अपित् अस्ति चेत् तत्रापि हलादि अपित् स्थलत्रये द्वये तत्र भेदः भवति. हि इत्यस्य लोपः भवति. कुत्र मध्यमपुरुषे एकवचने हि भवति प्रत्ययः, तस्य लोपः भवति. अनन्तरं उत्तमपुरुषे वकारे मकारे परे उकारस्य वा लोपः भवति. तर्हि उत्तमपुरुषे चिन्वः चिनुवः इति उपद्वयं भवति. अनन्तरम् अजादि पित्तु पश्यति चेत् साधारणसूत्रमस्ति, सामान्यसूत्रमस्ति अचिष्णुधातु ब्रुवां युवोरिवङ्गौ इति सूत्रमस्ति, तर्हि उवङ्गादेशः भवति उकारस्य, नु इत्यस्य उकारस्य स्थाने. किन्तु अजादित् अस्ति चेत् तत्र विशेषकार्यमस्ति, कुष्णोः सार्वधातुके इत्यनेन तत्र यण् आदेशः भवति. आदौ यण् आदेशः भवति भवति स्म, यन् सन्देहे प्रसक्तिः अस्ति, यत्र शक्नुयोगः अन्ति अस्ति, चिनुयोगः अन्ति अस्ति, द्वयोः स्थाने उभयोः यण् आदेशः भवितुम् अर्हति इको यणकि इति सूत्रेण. किन्तु अजादि अपि अस्ति चेत् अचिष्णुधातु ब्रुवाङ् यो इवङ्गो इति सूत्रम् आगत्य कार्यं कृत्वा अचिष्णुधातु ब्रुवाङ् यो इवङ्गो इति अङ्गनिमित्तिकं कार्यमस्ति. तर्हि किन्तु इको यणचि वर्णनिमित्तिकं कार्यमस्ति, तर्हि वर्णात् अङ्गं बलीयः इति परिभाषया अङ्गकार्यस्य बलं भवति, तर्हि उवङ्गादेशः भवति. किन्तु अजादि अजन्तधातूनां कृते किं भवति अत्र कृष्णोः सार्वधातुके इति पुनः वदतु भगिनि. पुनः एकवारं वदतु, बलीयान् तत्र अङ्गकार्यं बलीयम् इति उक्तवती किल, तत् वर्णात् अङ्गं बलीयः इति. वर्णात् अङ्गं बलीयः, अङ्गं बलीयम् अत्र अङ्गम् अस्ति चेदपि तत्र वर्णमपि अस्ति, परन्तु अङ्गस्य अङ्गकार्यम् इति तस्य बलम् अधिकम् इति. तर्हि अतिष्णुधातु ब्रुवम् इति सूत्रं बलवत् भवति अत्र. इको एणचि अतिष्णुधातु ब्रुवं योरिवङ्गौ इति द्वयोः सूत्रयोः प्रसक्तिः अस्ति. वर्णातङ्गं बल्यम् इत्यनेन अतिष्णुधातु ब्रुवां योरिवङ्गौ इत्यस्य कार्यं सम्भवति. परसूत्रम् अस्ति पश्यामः. परसूत्रम् सत्यम् अस्ति, परसूत्रम् अस्ति, किन्तु अहं तथैव चिन्तयामि. परसूत्रमस्ति इति बलवत् परन्तु तदपि अस्ति. आमां सत्यं भगिनि, एकनिमेषः. किन्तु अङ्गं वर्णात् बलि सत्यं भगिनी यत् उक्तवती सत्यं भगिनी. सुब्रह्मण्यः अस्ति, परिभाषासूत्रमपि अस्ति. यदि पूर्वमासीत् चेत् अपि वर्णातङ्गं बलीयः इत्यनेन यत् वर्ण अङ्गनिमित्तिकं कार्यमस्ति तथैव आदौ तस्यैव बलं भवति. यथापि यथापि परसूत्रम् अस्ति वा पूर्वसूत्रम् अस्ति वा वर्णनिमित्तकार्यम् अङ्गनिमित्तिककार्यं द्वयोः प्रसक्तिः अस्ति चेत् अङ्गनिमित्तिककार्यस्य एव कार्यं भवति. पूर्वं परं तत्र न भवति. यत्र वर्णनिमित्तिकं कार्यम् अङ्गनिमित्तिककार्यं द्वयोः प्रसक्तिः भवति, तत्र पूर्वपर इति चिन्तनस्य आवश्यकता न वर्तते. किमर्थम् इत्युक्ते अङ्गनिमित्तिककार्यं पूर्वं बलवत् भवति. भगिनी अत्र अन्य कारणमपि भवितुम् अर्हति खलु, अत्र इको एणचि तस्य अत्र इको एणचि कार्यक्षेत्रं विश अधिकम् अस्ति, स्नुधातुभ्रुवां हुष्णुवोः द्वयोः अपि कार्यक्षेत्रं न्यूनम् एव खलु. तदपि आं महोदय, तदपि अस्ति, किन्तु तथापि यदि न्यूनं वा अधिकं वा भवेत् अङ्गनिमित्तिककार्यस्य बलम् अधिकं भवति. धन्यवादः. कारणत्रयमपि समीचीनं भवति. धन्यवादः. किन्तु यत्र वर्णनिमित्तिककार्यम् अङ्गनिमित्तिकं कार्यं भवति, तर्हि चिन्तनम् एव न आवश्यकं. तत्र वर्णात् अङ्गं बलीयः इत्यनेन अङ्गनिमित्तिककार्यं भवति. किन्तु तर्हि अस्माकम् इदानीम् अस्माकं साधारणसूत्रमस्ति अष्टिष्णुधातु ब्रुवां युवरिवङ्गौ इत्यनेन उ आदेशः भवति, उवङ्गादेशः भवति. किन्तु यदि अजन्तधातूनां कृते इदानीं सूत्रत्रयस्य प्रसक्तिः अस्ति, इको एणचि इत्यस्य प्रसक्तिः अस्ति, अतिष्णुधातु ध्रुवं युवलमङ्गौ इत्यस्य प्रसक्तिः अस्ति, उष्णुवोः सार्वधातु इत्यस्य प्रसक्तिः अस्ति. तर्हि अग्रे पश्य द्रष्टुं शक्नुमः कथम् अत्र अत्रापि इकोरेणस्य प्रभाद्य अतिष्णुधातृ ब्रुवां युवरवङ्गौ इत्यस्य बलं भवति. अनन्तरं इदानीं सूत्रद्वयं भवति खलु, काण्टेस्टेण्ट् द्वयं भवति खलु, कृष्णवोः अतिष्णुधातृ भुवां युवरवङ्गौ कृष्णवोः सार्वधातुके इति सूत्रद्वयस्य अपि कार्यं कर्तुम् अर्हति. किन्तु अतिष्णुधातृ भुवां युवरवङ्गं प्रभाद्य कृष्णवोः सार्वधातुके आगच्छति. किमर्थम् इति अग्रे उक्तमस्ति. एकः प्रश्नः आचार्यापित्सु भवता उक्तं स्नु अचिष्णु सार्वतात् स्नु योरङ्गवि सूत्रेण अपि कार्यं करोतु भवति इति उक्तवान्. कुत्र महोदय? अजादि अपित्सु तस्य सूत्रस्य प्रसक्ति हलाद हलन्तदातूनां वा अदन्तदातूनाम् उभयत्र अपि प्रसक्तिः अस्ति. हलन्तदातूनां कृते कार्यं सम्भवति, किन्तु अजन्तदातूनां कृते अन्यसूत्रम् आगत्य प्रभाद्य अन्यसूत्रं तत् सूत्रं प्रभाद्य अन्यसूत्रम् आगत्य कार्यं करोति. महोदय मम क्वश्चन् इस् हियर् अजादि अपित्सु असंयोगपूर्वक उकारः अस्ति किल? पुनः महोदय, अजादि अपित्सु असंयोगपूर्वक उकारः अस्ति, अत्र संयोगपूर्वकः नास्ति, विकल शिणो अचिष्णो व्योरविङ् सूत्रम् अत्र कार्यं कर्तुं न शक्ति. प्रसक्तिः अस्ति अजादि अपित्सु अचिष्णुधातु ब्रुवां युवरिङ्गो इत्यस्य प्रायः महोदय चिन्तयामि अजन्तधातूनां कृते कार्यं न करोति इति वक्तुम् इच्छति खलु. अजादि अपित्सु तु उभयत्र कार्यं कर्तुं शक्नोति. अचि इति एव अस्ति, अचि प्रत्यये परे इति अस्ति. अचि इत्युक्ते अचिष्णुधातु ब्रुवान् अति अचि प्रत्यये परे इति अस्ति, तर्हि उभयत्र कार्यं कर्तुम् अर्हति. किन्तु अजादि अपित्सु भवान् वदति असंयोगपूर्व संयोगपूर्व इति कार्यम् आगत्य इदानीं उष्णोः सार्वधातुके इत्यस्य फलम् अधिकं भवति. कति विषये अधः अस्ति महोदय? प्रसक्तिः अस्ति, किन्तु प्राप्तिः तु यत् बलवत् अस्ति तस्यैव प्राप्तिः भवति इति. धन्यवादः. एकनिमिषं भगिनि, किमर्थं कलत्रये हलन्तधातुरूपेभ्यः अजन्तरूपाणि भिद्यन्ते? ध्वनिः श्रूयते वा महोदय? सर्वेषामपि स्वादिगणीयधातूनाम् अङ्गम् उकारान्तं भवति, किमर्थं सर्वेषामपि अस्ति अत्र? अत्र इकारः ऋकारः सर्वे अस्ति किल? अङ्गम् अङ्गं धातु किमपि भवतु, किन्तु अङ्गम् इत्युक्ते किं? यत्र विकरणप्रत्ययोजनेन सर्वत्र उकारः एव अस्ति. सर्वेषामपि स्वादिगणीयधातूनाम् अङ्गम् उकारान्तं भवति, यथा शक् योगः नु शक्नु इति, चि योगः नु चिनु इति. तर्हि शक्नु चिनु च अनयोः अङ्गयोः भेदः कः इति प्रश्नः उदेति. शक्नु इति अङ्गे उकारात् प्राक् संयोगः अस्ति, तत्र हलोन्तराः संयोगः इत्यनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगसंज्ञा भवति. तर्हि शक्नु इति अङ्गे ककारनकारयोः वर्णयोः संयोगसंज्ञा. स्वादिगणे धातुः हलन्तः चेत् तस्य धातोः अङ्गे उकारान्तप्राक् संयोगः भवति एव. धातुः हलन्तः तस्मात् नु संयुज्यते चेत् धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति. शक्नु इत्यस्मिन् इक्न, आप्नु इत्यस्मिन् न, अश्नु इत्यस्मिन् श्न इति. अत्र प्रश्नः एवम् अस्ति, शक् प्रतिनिधिद्वयमस्ति अत्र, शक् इति चि अति. शक् तु हलन्तधातुः अस्ति, ची तु अजन्तधातुः अस्ति. द्वयोः प्रसङ्गे नु योजनेन शक्नु चिनु इति उकारान्त अन्तमेव अस्ति, तर्हि भेदः किम् इति प्रश्नः आगच्छति. शक्नु स्थाने यदा वयम् अन्तिम उकारस्य पूर्वं पश्यामः चेत् क्न इति रूपम् अस्ति. क्न तु संयोगः अस्ति. संयोग अक्षर इत्युक्ते अव्यवहित अच्वर्णाः इति, इत्युक्ते केवलं व्यञ्जनवर्णाः, मध्ये स्वरवर्णाः नास्ति इति. परन्तु चि अजन्त धातौ तु संयोगः नास्ति तत्र, अयमेव भेदः अस्ति इति. तर्हि हलन्तधातु अस्ति चेत् तत्र उकारयोजनेन हलन्तधातु तु सदा नितरां संयोगपूर्वकः भवति, परन्तु अजन्तः अस्ति चेत् तत्र असंयोगपूर्वकः अस्ति इति. हलन्तधातौ उकारान्त उकारात् पूर्वं यत् संयोगः भवति एव सदा इति, संयोगस्य उयोजनेन स्नु प्नु श्नु श्न इति रूपं रूपाणि आगच्छन्ति. स्पष्टम् उक्तवती वा न जानामि. भगिनि सम्यक् उक्तवती. इत्युक्ते हलन्तधातुः अस्ति नु योजनेन संयोगपूर्वकः भवति, उकारात् पूर्वं संयोगपूर्व उकारः भवति. अत्र इक् इन् इति वर्णद्वयं भवति अस्ति शक्नु इत्यस्य. यदि चि इति अजन्तधातु, उदाहरणार्थं चि इति अस्ति अजन्तधातु अस्ति चेत् नु इति योजनेन तत्र संयोगः पूर्वं न भवति. किमर्थं ते चि इत्यस्य अन्ते तु तत्र अच् वर्णः अस्ति खलु, अनन्तरम् एकः एव हल् वर्णः अस्ति, नकारस्य एव नकारः एव अस्ति, तर्हि तत्र संयोगपूर्व उकारः नास्ति. स्वादिगणे हलन्तधातूनाम् अङ्गे यत् भवती इदानीमेव उक्तवती तदेव अत्र अस्ति. स्वादिगणे हलन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः अस्ति, अजन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः न कदापि भवति एव. चियोगः नु चिनु, अत्र चि धातुः अजन्त अजन्तः इकारान्तः, अतः नकारेण सह हल् वर्णस्य संयोगः नास्ति. तथैव सर्वत्र अजन्तधातुषु सुयोगः नु सुनु, वृयोगः नु वृणु. अत्रैव हलन्त अजन्तयोः भेदः, हलन्तेषु अङ्गस्य यः उकारः सः संयोगपूर्वः उकारः, अजन्तेषु अङ्गस्य यः उकारः सः असंयोगपूर्वः उकारः इति. विवरणं भवति. संयोगः पूर्वः यस्य सः इति बहुभिः समासः संयोगपूर्वः इति भवति. अत्र एतत् समीचीनं खलु, हलः अनन्तराः संयोगः इति सूत्रं वा तत्र अचुवर्णः नास्ति चेत् अत्रापि अनन्तरम् अच् न अस्ति इति अनन्तर इति आगच्छति. तत्र अनुवृत्ति अस्ति, अनुवृत्ति अच् इति भवति. अस्ति वा अनुवृत्तिसहितसूत्रम् इति एतस्य अतः नास्ति इति मन्ये. नास्ति. अस्तु, धन्यवादः. रामप्रियभगिनी हलन्त अजन्त धातोः मध्ये तिगन्तेषु स्थलत्रये भेदः वर्तते, तस्य कृते सूत्रत्रयं. प्रत्येकस्मिन् सूत्रे अनया एव रीत्या भेदः उक्तः यत् अङ्गे उकारः असंयोगपूर्वः चेत् कार्यं विद्यते, असंयोगपूर्व उकारः केवलम् अजन्तधातुषु भवति, अतः यत्र सूत्रेषु असंयोगपूर्व दृश्यते तत्र अजन्तधातुः इति बोध्यम्. अत्र अस्ति हलन्त अजन्तधातोः मध्ये स्थलत्रये तिगन्तप्रत्ययेषु स्थलत्रये भेदः अस्ति तिगन्तरूपाणि इति. त्रयं सूत्रत्रयम् अस्ति तत्र एव असंयोगपूर्वः इति अस्ति चेत् अजन्तधातुः इति बोध्यम् असंयोगपूर्व उकारः केवलम् अजन्तधातुषु भवति इति अस्ति. प्रथमभेदः अजादि अपित्सु हलन्तधातूनाम् उवङ् अजन्तधातूनां यण् अजादि अपित्सु उवङ् आदेशः इति सामान्यनियमः. हलन्तधातवः सामान्याः अतः ते इमं नियमं पालयन्ति. अजन्तधातवः अत्र अपवादभूताः तेषां यण् आदेशः भवति उवङ् प्रबाध्य. यथा शक्नु योगः अन्ति शक्न् उव योगः अन्ति शक्नुवन्ति उवङ् आदेशः. चिनु योगः अन्ति चिन् योगः इव् योगः अन्ति चिन्वन्ति यण् आदेशः. अत्र प्रथमभेदः कुत्र अस्ति चेत् अजादि अपित्सु हलन्तधातूनां कृते उवङ्गादेशः भवति, अजन्तधातूनां कृते यण् आदेशः भवति. उवङ्ग् तु अचिष्णु धातु ब्रुवां युवोर् युवङ्गौ इति सूत्रेण भवति. यण् हुष्णुवोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति. आम् शक्नु योगः अन्ति उवङ्गादेशः शक्नुवन्ति इति रूपं. चिनु योगः अन्ति चिन् इव् योगः अन्ति चिन्वन्ति यण् आदेशः भवति इति हुष्णुवोः सार्वधातुके इति सूत्रेण. भगिनी अत्र सन्धिः कृतम् अस्ति चेत् अपि एतद्रूपमेव आगच्छति किल? आवश्यकम् किमर्थम् इत्युक्ते अचिष्णुधातुभ्रुवान् इति सूत्रम् इदानीम् अङ्गनिमित्तिककार्यम् अस्ति, बलवत् अस्ति खलु, तस्य कार्यं भवेत् खलु. यन् सन्धिः तु साधारणसूत्रमस्ति, वर्णनिमित्तिककार्यम् अस्ति खलु. चिनु इति विषये भगिनि, ऊकारः योगः आकारः अस्ति चेत् आम् तत्र यण् सन्धिः भवेत् चेत् यण् सन्धिः तु साधारणकार्यमस्ति खलु. इदानीम् अङ्गविषये वयं चर्चां कुर्मः खलु. अन्ति इति प्रत्ययः अस्ति खलु, अन्ति इति वर्णः इति नास्ति, वर्णः अस्ति अनन्तरं प्रत्ययः इति अपि तस्य नाम अस्ति खलु. तर्हि तत्र अतिष्णुधातु ब्रह्म इत्यस्य कार्यं प्रसक्तिः भवति. अत्र तर्कक्रमः एवं, शक्नु योगः अन्ति, अत्र अङ्गम् उकारान्तं, प्रत्ययः अजादि अपित्. अस्मिन् प्रसङ्गे यण् सन्देहे अत्रैव अस्ति, अस्मिन् प्रसङ्गे यण् सन्देहे प्रसक्ति इको यणचि इदं सूत्रं सर्वसामान्यम्. इकम् इक् पूर्वम् अच् परं चेत् सर्वत्र प्रसक्तम्. अतः शक्नु योगः अन्ति शक्नु वकारः योगः अन्ति शक्न्वन्ति इति भवति स्म इको यणचि इति सूत्रेण. किन्तु यण् सन्धिं प्रबाद्य अचिष्णु धातुभ्रुवां युवोर्युवङ्गौ इति सूत्रेण उवङ् विधीयते. अत्र शक्नु योगः अन्ति इति विषये उक्तमस्ति, तत्तु अङ्गम् उकारान्तं, प्रत्ययः अजादि अपित् अस्ति. यदा अत्र यण् सन्धिः इको यणचि इति सूत्रेण भवति चेत् शक्नु योगः अन्ति शक्न् इव् योगः अन्ति शक्न्वन्ति इति भवति स्म. परन्तु यण् सन्धिं प्रबाद्य अचिष्णु धातु भुवां युवोरिवङ्गौ इति सूत्रेण उवङ् विधीयते. एतावत्पर्यन्तं प्रश्नः नास्ति. अग्रे तु तर्हि अग्रे तु सूत्राणि दत्तानि सन्ति. पठामि वा? सुब्रह्मण्यं धन्यवादः. युको युको याणचि इकः स्थाने यन् आदेशः स्यात् अचिपरे संहितायां विषये. इकः यन् स्यात् असवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. सवर्णे अचिपरे अकः सवर्णे दीर्घः इत्यनेन यन् बाधितम्. इकः षष्ठ्यन्तं यन् प्रथमान्तम् अचि सप्तम्यन्तं. त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इकः यन् अचि संहितायाम्. अत्र इकः अत्र षष्ठ्यन्तमस्ति. इकः स्थाने यन् आदेशः भवति यदि अचि साक्षात् अनन्तरं अस्ति चेत् तथैव खलु भगिनि अत्र संहितायाम् इत्युक्ते साक्षात् अनन्तरमेव. अत्र अत्र असवर्ण असवर्ण असवर्ण अचि अचः परः अस्ति चेदेव तस्य प्रसक्तिः अस्ति. यदि सवर्ण अचिः अचः परः अस्ति चेत् अत्र अकः सवर्णे दीर्घः इत्यस्य प्रसक्तिः अस्ति. अत्र यथा वयं पठामः पठावः इति दृष्टवन्तः, अत्र तु अकः सवर्णे दीर्घः इत्यस्य प्रसक्तिः न न न अत्र तु न अत्र तु अन्यसूत्रमस्ति. अत्र कुत्र आगच्छति सवर्णः इदानीं न स्मरामि भगिनि. अकः सवर्णे दीर्घः कुत्र आगच्छति इति इदानीं न स्मरामि. पठायोगः आनी पठानि तत्र पठानि पठामि अत्र अको दीर्घो यणि अत्र अस्ति खलु भगिनि. अत्र अको दीर्घो यणि अत्र पठामि पठावः पठामः अत्र आगच्छति प्रायः. अस्तु भगिनि. इदानीं तु इको यणचि तु सामान्यसूत्रमस्ति. अत्र इकः स्थाने यन् आदेशः यदि अच् वर्णः साक्षात् परः अस्ति चेत् मम चिन्तनं मम अवगमनम् अस्ति अच्छि इति उक्तम् अस्ति चेदेव साक्षात् परे इति एव अर्थः इति मम अवगमनं. अत्र महोदयस्य प्रश्नः आसीत् संहितायाम् इत्युक्ते साक्षात् परे इति अर्थः वा इति प्रश्नः आसीत्. मम अवगमनम् अस्ति अचि इति अचि परे अचि इति सप्तम्यन्तम् अस्ति चेदेव परे इत्येव मम अवगमनं. संहितायाम् इत्युक्ते यत्र मेलनं भवति इति मम अवगमनं. संहितायाम् इत्युक्ते अहं यत् दृष्टवती क्लोस् प्राक्सिमिटि इति. तर्हि महोदय यत् उक्तवान् क्लोस् प्राक्सिमिटि अनन्तरमेव, किन्तु यदि अहं सप्तमी परे इत्युक्ते साक्षात् भवेत् इति कण्डिशन् नास्ति किल. तत् अनन्तरमेव अनन्तरमपि भवितुम् अर्हति. पूर्वकार्यं परकार्यम् इत्युक्ते तद् अनन्तरमपि भवितुम् अर्हति इति. संहिता इत्युक्ते सन्धिविषये इत्युक्ते इमिडियट्लि आफ्टर् एवमेव पठितवती. पुनः एक अंशः अन्यत् अपि अस्ति. अचि तु यद्यपि उक्तम् अस्ति अत्र, फलितांशः तु इकेव वर्तते. इक अचि सर्वे अच्वर्णाः न अर्हन्ति तत्र असवर्णः. अतः सवर्णे दीर्घः तत्र तु सवर्णदीर्घसन्धिः भवति. यथा दैत्य अरिः दैत्यारिः, भानु उदयः भानूदयः, तत्र उकार उकारमेलनेन वा अकार अकारमेलनेन इति. अग्रिमहोदय अग्रिमं पठति. अचिष्णु धातु भ्रुवां युवर्यङ् वङ्गौ स्णुप्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य इकारान्त उकारान्तधातुरूपि अङ्गस्य भ्रूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण यङ् उवङ् च आदेशो भवति अजादिप्रत्यये परे. अत्र अचिष्णु धातुभ्रुवां युवोर्यङ् उवङ्गौ इत्यस्य विवरणमस्ति. अत्र ष्णु प्रत्ययान्त अङ्गस्य अत्र तु ष्णु प्रत्ययान्ताङ्गस्य तु उकारान्तधातुरूपी अङ्गस्य कृते एव भवति. अत्र उकारस्य स्थाने उवङ् आदेशः भवति यदि अजादिप्रत्ययः परः अस्ति चेत्. अत्र यथा वयम् इदानीमेव दृष्टवन्तः शक्नु योगः अन्ति, अत्र अकारः अजादि प्रत्ययः अस्ति अन्ति. शक्नु उकार धातुरु उकारान्तधातुरूपि अङ्गः अङ्गमस्ति द्वयोः. अत्र अत्र अचिष्णु धातुभ्रुवां युवोर्यङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति. अत्र उकारस्य स्थाने वङ् आदेशः भवति इति अस्ति. श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इति अर्थः. अत्र वयं पठितवन्तः, इदानीं पूर्णतया न स्मरामि भगिनी, प्रत्ययग्रहणे तदन्ताग्राह्याः इति एकं परिभाषासूत्रमस्ति. अत्र अत्र प्रायः अत्र तदन्तविधिः श्नु प्रत्ययः तस्मात् इति अर्थः. श्नु इति उक्तमस्ति साक्षात् श्नु श्नु अनन्तरम् अचि अच् प्रत्ययः इति नास्ति, किन्तु यस्य अङ्गस्य अन्ते श्नु इति वर्तते, प्रत्ययः वर्तते, तस्यापि ग्रहणं भवति इति वदति. प्रत्ययग्रहणे तदन्ताः अपि ग्राह्याः भवन्ति. यत्र श्नु इति प्रत्ययम् इति वयं गृह्णामः तस्मिन् समये श्नु इति साक्षात् नास्ति, किन्तु अनन्तरं यस्य अङ्के श्नु अस्ति तदन्ताः अपि ग्राह्य तस्य तेषामपि ग्रहणं भवति. अस्तु भगिनि, अस्तु. युवोः इति विशेषणं धातुशब्दस्य एव, यतोहि श्नु प्रत्ययान्ताङ्गं भ्रूप्रातिपदिकञ्च उकारान्तः एव, अतः तत्र यङ् इत्यस्य प्रसक्तिः नास्ति. अत्र श्नु भ्रू द्वयोः कृते तु अत्र उकारान्तः एव भवतः, अतः अत्र यङ् इत्यस्य प्रसक्तिः न भवतः. तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यम्. येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकार उकारः स्यात् इति अर्थः. श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः श्नु धातुभ्रुवः तेषां श्नु धातुभ्रुवाम् इश्च उश्च तयोः इतरेतरद्वन्द्वः यु तयोः युवोः यङ् च उवङ् च तयोः इतरेतरद्वन्द्वः यङ्गुवङ्गौ अचि सप्तम्यन्तं श्नु धातुभ्रुवां षष्ट्यन्तं युवोः षष्ट्यन्तं युवङ्गुवङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं युवोः श्नु धातुभ्रुवाम् अङ्गानां यङ्गुवङ्गौ अचि. अत्र किं वदामि, किञ्चित् क्लेशः एव अस्ति. यत्र विवरणमस्ति समीचीनं, अत्र तस्य अर्थं तु जानामि, परन्तु कथं वदामि इति किञ्चित् क्लेशः भवति मम कृते भगिनि. मीना भगिनी प्रयत्नं करोति. नु अचि श्नु धातु ब्रुवां युवोर् यङ् वङ्गौ श्नु धातु ब्रुवाम् इति प्रत्ययः सारि प्रातिपादिकमस्ति तस्य अनन्तरं श्नु श्नु इति श्नु यस्य अङ्गस्य अन्ते श्नु अस्ति इति परिभाषा अस्ति तस्य अनन्तरम् अचि अच् वर्णः अस्ति चेत् अच् प्रत्याहारवर्णः अस्ति चेत् इकार उकारस्थाने इयङ् उवङ् आदेशः भवति. तर्हि अत्र स्थलत्रये इयङ् उवङ् आदेशाः भवन्ति. तत्र इत्युक्ते प्रथमं भवति श्नु इति अत्र उक्तमस्ति. श्नु इति प्रत्ययः इति वयं जानीमः खलु. तर्हि प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति परिभाषया यदि वयं श्नु इति वदामः तर्हि यस्य अङ्गस्य अन्ते श्नु प्रत्ययः अस्ति तदपि तेषामपि ग्रहणं भवति. तर्हि यस्य प्रत्ययस्य अनन्तरं श्नु प्रत्ययः भवति यस्य अन्ते श्नु प्रत्ययः भवति इत्युक्ते प्रश्नस्य उत्तरमस्ति स्वादिगणे इति. स्वादिगणीयधातूनाम् अनन्तरं श्नु भवति खलु. यत्र विकरणप्रत्ययोः मेलनं भवति तस्मिन् समये श्नु अन्ते भवति. तर्हि तेषां सर्वे तादृश सर्वेषां स्वादिगणीयधातूनाम् अत्र प्रसङ्गः भवति कार्यं भवति. अनन्तरं किम् उक्तमस्ति ब्रुवाम् इति अस्ति. तर्हि अत्र ब्रू इति प्रातिपदिकम् इति वयं न जानीमः. तर्हि किन्तु तत्र तथा अस्ति ब्रू इति प्रातिपदिकम् इति अस्ति. इदानीं शिष्टं किम् अस्ति धातु युवोः इति अस्ति. तर्हि युवोः इत्युक्ते उकार इकार उकारयोः इति अर्थः भवति. इकार उकारयोः इति किं भवति अत्र धातुः इति अस्य विशेषणमस्ति युवोः इति. युवोः धातुः इत्युक्ते किं येन विधिस्थतं तस्य इति सूत्रं तस्मिन् समये वदति यस्य अन्ते इकारः वा उकारः भवेत् तादृशधातोः यस्य धातोः अन्ते इकारः वा उकारः भवेत् तेषां तयोः तेषां युवङ्गादेशः भवतु अचिपरे इति. तर्हि स्वादिगणे एतस्य सूत्रस्य कार्यं भवति. अनन्तरं अन्यत्रापि एतस्य कार्य सूत्रस्य कार्यं भवति. यदा वयं प्रातिपदिकस्य निर्माणं भवति तत्र भ्रूधातोः एतस्य सूत्रस्य कार्यं भवति. अनन्तरं यदि वयम् उकार इकार धातोः कार्यं पश्यामः अनन्तरम् अच् प्रत्ययः परे आगच्छति चेत् तत्रापि एतस्य सूत्रस्य कार्यस्य एतस्य सूत्रस्य प्रसक्तिः भवति. स्थलत्रये प्रसक्तिः भवति. तर्हि अस्माकम् इदानीम् अवगमनम् अवधानं श्नु इति किञ्चित् एको भवति. श्नु इति अत्र यदि प्रत्ययः उक्तमस्ति तर्हि अश्नु प्रत्ययस्य एको अस्ति. किञ्चित् म्यूट् कुर्वन्ति वा. धन्यवादः. श्नु प्रत्ययः इति उक्तमस्ति. तर्हि स्वादिगणे यत्र श्नु प्रत्ययस्य मेलनं भवति यदा धातोः अनन्तरं तस्मिन् समये तर्हि सर्वेषां स्वादिगणीयधातूनां कृते अस्य सूत्रस्य प्रसक्तिः अस्ति इति अत्र सारांशः अस्ति. भगिनि मम एक चिन्तनमस्ति. श्नु इति उकारः एव. इयङ् उवङ्गौ इति किमर्थम् अस्ति उ एव अस्ति इति चिन्तनमस्ति. परन् तस्य अनन्तरं चिन्तयामि इयङ् उवङ्गौ इति परसूत्रेण अनुवृत्तिः गच्छति किम्. सूत्रस्य इयङ् इति इत्यस्य किमपि कार्यं नास्ति. श्नु इति उकारान्तम् अस्ति. तर्हि उकारः पूर्वमेव दृष्टवन्तः खलु यत्र किम् अस्ति एकं सूत्रमासीत् खलु यत्र आदेशः भवति तर्हि समानरूपस्य आदेशः भवति खलु. तर्हि श्नु इत्यस्य उवङ्गादेशः भवति सर्वदा, किन्तु ब्रु इत्यस्य अपि उकारान्तमस्ति अतः उवङ्गादेशः एव भवति. किन्तु यत्र इकार उकारधातोः इकारान्त उकारान्तधातूनां प्रश्नः भवति, अत्र स्थलत्रये भवति खलु सूत्रस्य प्रसक्तिः वर्तते, श्नु प्रातिपदिकान्तस्य तत्तु उकारान्तम् अस्ति अतः उवङ्गादेशः भवति. यत्र इकार उकारधातुः अस्ति खलु तर्हि इकारान्तधातूनां कृते इयङ्गादेशः भवति. इकारान्तधातु इदानीम् अस्माकं तादृशप्रसङ्गः नास्ति. इदानीं श्नु इति श्नु प्रत्याङ्गस्य विषये वयं पठामः. ओ किन्तु अग्रे गत्वा अनन्तरम् आगच्छति. यत्र त्रिषु स्थलेषु कार्यमस्ति, श्नु इति स्थलेषु, ब्रुवाम् इति स्थलेषु, धातु इति स्थलेषु, त्रिषु स्थलेषु कार्यमस्ति. किन्तु कीदृशधातुः इति प्रश्नः भवति, तर्हि तस्य विशेषणमस्ति इकार उकारात् इकारान्त उकारान्तधातु. क्षम्यताम्, अत्र श्नु धातुः भ्रू प्रातिपदिकं द्वयोस्थाने उवङ्ग् आदेशः आगच्छति. यत्र धातु इति आगच्छति तत्र इयङ् उवङ् द्वयोर् प्रसक्तिः अपि अस्ति. इकारान्तधातुः अस्ति चेत् इयङ्, उकारान्तधातुः अस्ति चेत् उवङ् इति वयं पूर्वम् अपि पठितवन्तः. अयं कस्मिन् गणे इति न स्मरामि, रियति धातु आसीत् तत्र इयङ् आगच्छति पूर्वमपि. तत्र इति धातुः मेलनं कृत्वा एकं करोमि इति एव भ्रमः आसीत्. ओ इयङ् उवङ् इति, ओ अस्तु अस्तु, मिलित्वा पूर्वमेव पूर्वमेव कृतवन्तः किल भगिनि. एकं निमिषं योगः आ प्रायः खलु आ इति तुदादिगणे, रि तुदादिगणे एव रूपमस्ति. रि योगः रियोगः श योगः ति रियोगः अत्रैव आगच्छति. यण् रियति रियति इति भवति. अस्तु तर्हि अग्रे मीना भगिनी सवर्णः भवतु इति कृत्वा इयङ् इकारान्त अङ्गस्य इयङ् आदेशः भवति, उकारान्तस्य उवङ् इति अग्रे पठामि. आं भगिनि. स्वादिगणे फलितार्थः एवं यत् अजादिपित्सु श्नुप्रत्ययान्तस्य उकारस्य स्थाने उवङ् आदेशः सर्वेषां स्वादिगणीयः धातूनां कृते अस्य सूत्रस्य प्रसक्तिः. उवङ् इति आदेशस्य ङकारस्य आकारस्य च इत्संज्ञा भवति, अतः उ अवशिष्यते. उ इत्यस्मिन् एकः एव वर्णः, न अपि तु तस्मात् अधिका वर्णाः उ यु इति, अतः अनेकाल् अस्ति. तर्हि अत्र अनेकाल् षित् सर्वस्य इत्यनेन शक्नु इत्यस्य पूर्णतया स्थाने उवङ्, परन्तु ङिच्च इति अपवादसूत्रेण आदेशः ङिच्चेत् अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः उवङ् ङित्, अतः शक्नु इत्यस्य उकारस्य एव स्थाने उ आदेशः. तुदादिगणे अपि एतादृशं कार्यम् अवलोकितम् इकारान्तधातुषु उकारान्तधातुषु च. उवङ् इति आदेशः अस्ति, यत्र पूर्वमेव उक्तवती उ ङकार अकार इत्संज्ञा भवति, उ एव अवशिष्यते. अनेकवर्णः उ द्वौ वर्णौ अस्ति, अतः अनेकाल् षित् सर्वस्य इति प्रसक्तिः अस्ति. तत् कारणं कार्यं कर्ति चेत् शक्नु इति पूर्णतया आदेशः उवङ् इति भवति, परन्तु उवङ् इति ङकार इत्संज्ञा अस्ति, अतः ङित् अस्ति. ङिच्च इति अपवादसूत्रमस्ति अनेकाल्षित् सर्वस्य इति सूत्रस्य अपवादः ङिच्च इति अस्ति. ङिच्च इति सूत्रं सूत्रम् अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इति कार्यं करोति. अतः शक्नु इति इत्यस्य अन्तिम उकारस्य एव उवङ् इति आदेशः उ इति आदेशः भवति. शक्नु इति पूर्णतया न आदेशः. सामान्यमस्ति हलन्त्यम् इत्यनेन अन्तिमस्य एव भवति. हलन्त्यम् इत्यस्य अपवादसूत्रमस्ति अनेकाल्षित् सर्वस्य इति सूत्रं वदति पूर्णतया भवतु. यदि अनेकाल् वा षित्वचेत् अस्ति चेत् पूर्णतया भवतु इति. इदानीम् अनेकाल्षित् सर्वस्य इत्यस्य पुनः अपवादसूत्रमस्ति निश्च इति सूत्रं. पुनः निश्च वदति अनेकाल् चेदपि अन्त्यस्य एव भवतु, यत्र नित् आदेशः अस्ति चेत् अन्त्यस्य एव भवतु. सूत्रम् अनेकाल्षित् सर्वस्य आदेशः अनेकाल्षित् चेत् सर्वस्य स्थाने आदेशो भवति, न तु अन्त्यस्य. अलोन्त्यस्य इत्यस्य अपवादः न एकः अनेकः नञ्च तत्पुरुषः. अनेकः अल् यस्य सः अनेक अनेकाल् बहुव्रीहिः. श इत्यस्य सः षित् बहुव्रीहिः. अनेकाल् च षित् च अनेकाल् षित् बहुव्रीहि गर्भसमाहारद्वन्द्वः. अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः. अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः. अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदम् इदं सूत्रं. स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अनेकाचित् सर्वस्य स्थाने. अग्रे पठामि. अवगतं वा? तर्हि आदेशः यत्र अनेकाल् अस्ति वा नो चेत् षित् अस्ति चेत् आदेशः तर्हि सर्वस्य स्थाने भवति. स्थाने इत्यस्य सर्वस्य स्थाने भवति, न तु अन्त्यस्य. नो चेत् हलन्त्यम् इत्यनेन अलन्त्यस्य एव क्षम्यताम् अलोन्त्यस्य इत्यनेन अलन्त्यस्य एव भवेत्. एतत् तस्य अपवादसूत्रमस्ति. धन्यवादः भगिनि. मलिमहोदय अत्र नित् आदेशः अनेकाल् चेत् अपि अन्त्यस्य एव स्थाने भवति, न तु सर्वस्य. इङ् इत् यस्य सः ङित् बहुव्रीहि. ङित् प्रथमान्तं च अव्ययपदं त्रिपदमिदं सूत्रं. स्थाने अन्तरतमः अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अलोन्तस्य इत्यस्मात् अलः अन्त्यस्य इत्यनयोः अनुवृत्तिः. अनुवृत्तिशब्दसूत्रं ङित् च अन्त्यस्य अलगस्थाने. अत्र उक्तमस्ति खलु यत्र आदेशः ङित् अस्ति चेत् अनेकाल् चेदपि अन्त्यस्य एव भवति, न तु पूर्ण सर्वस्य. अनेकाल् चेत् सर्वस्य इत्यस्य अपवादसूत्रम् अवगच्छति खलु महोदय? किन्तु अवगच्छति खलु. किमर्थम् इत्युक्ते अत्र अस्माकम् आदेशः उवङ् इति आदेशः भवति. इदानीं श्नुधातृभुवाङ् इवङ् उवङ्गो इति अस्ति खलु अतिष्णुधातृभुवाङ्. तर्हि तत्र श्नुधातु प्रत्ययानाम् अनन्तरम् उवङ्ग् श्नु इत्यस्य उवङ्ग् आदेशः भवतु इति. तर्हि श्नुवङ् प्रत्याङ्गस्य उवङ्ग् आदेशः भवतु इति अस्ति. तर्हि पूर्णतया प्रत्याङ्गस्य श्नु प्रत्याङ्गम् इत्युक्ते किं? शक्नु इति श्नु प्रत्याङ्गम् अस्ति, प्रत्याङ्गमस्ति. तर्हि शक्नु इत्यस्य पूर्णतया उवङ्ग् इति आदेशः भवति चेत् सर्वेषां स्वाधिगणीयधातूनां उवङ्ग् इति एव भवति. तर्हि अत्र सूत्रं निच्छ इति अपवादसूत्रं आगत्य कार्यं करोति. यत् वदति इत्युक्ते इदानीं नित् अस्ति चेत् नित् आदेशः अस्ति, अतः अन्त्यस्य एव भवतु, पूर्णतया न भवतु. नित्वद् भवति खलु श्नु इति अपि अस्ति. तर्हि अचि श्नु धातु ब्रुवां योर्यङ्गौ इति सूत्रेण अजाति अपित्सु श्नु प्रत्ययान्तस्य उकारस्य स्थाने उवङ् आदेशः सर्वेषां स्वाधिगणीयः धातूनां कृते हलन्तधातूनामपि यथा यशक् अचन्तधातूनामपि यथा चि अयम् उवङ् आदिष्टः. किन्तु अत्र स्नुगुरो स्नुवोः सार्वधातुके इति सूत्रेण अङ्गस्य प्रत्ययस्य सम्भवन्ति उकारः असंयोगपूर्वक चेत् यन् आदेशः विद्यते. स्नो ब्रुवं योरं सूत्रेण उवङ् आदेशः, किन्तु अचिष्णु ब्रुवं योर्यङ् सूत्र कुत्र भवति इति चेत् संयोगपूर्वक उकारकस्य स्थाने भवति. किन्तु स्नो हूष्णुवोः सार्वतात्विकसूत्रेण अङ्गस्य सम्भवति युकारः असंयोगपूर्वक एव भवति अत्र, अतः यन् आदेशः. तर्हि अतिष्णु धातुभ्रुवां युवरङ्ग इति सूत्रं सामान्यसूत्रमस्ति. यदि संयोगपूर्व वा असंयोगपूर्व वा उभयत्र प्रसक्तिः अस्ति, किन्तु कार्यं तु संयोगपूर्वक एव भवति. किमर्थम् इत्युक्ते यत्र असंयोगपूर्वः वर्तते तत्र हुष्णोः सार्वधातुके इति सूत्रम् आगते यण् आदेशः विधीयते. हुष्णुवोः सार्वधातुके इति सूत्रमस्ति. हुष्णुवोः सार्वधातुके सूत्रम् अचिष्णु धातु ब्रुवां युवर्योङ्गौ सूत्रस्य अपवादसूत्रमस्ति. अत्र हू धातुः च अनेकात् श्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशः भवति अजादि सार्वधातुकप्रत्यये परे. स्थाने अन्तरतमः अत्र सारांशः एवम् अस्ति. यदि हू धातुः अस्ति सार्वधातुक अजादिप्रत्यये परे अस्ति, तत्रापि इदं सूत्रं कार्यं करोति. असंयोगपूर्वस्य अङ्गस्य असंयोगपूर्ववर्णः अस्ति चेत् पुनः स्नु प्रत्यय अपि उकारान्त अस्ति, तत्रापि असंयोगपूर्वकः अस्ति चेत् इत्युक्ते अजन्तधातूनां कृते तत्रापि इदं सूत्रं कार्यं करिष्यति इति. अग्रे स्थाने अन्तरतमः अस्ति इत्यनेन उकारस्य स्थाने यन् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः. अत्र तात्पर्यम् अस्ति उकारस्य स्थाने यन् प्रत्याहारवर्णस्य आदेशः अस्ति इति. तर्हि यण् सन्धि यण् प्रत्याहारे चत्वारः वर्णाः सन्ति य व र ल इति, वकारः एव चितः स्थानं दृष्ट्वा. यदा यथा द्वय उकारः अपि वकारः अपि ओष्ठवर्णाः सन्ति इति, येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति. अलोन्त्यस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः. यस्मिन् तदादौ अल् ग्रहणे वार्तिकम् अस्ति इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये. पुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुष्णुवोः तयोः हुष्णुवोः न विद्यते पूर्वं संयोगः, यस्मात् स असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य. हुष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रं अचिष्णु धातु भ्रुवां युवो रियङ्गु वङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः इणो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः एरनेकाचो असंयोगपूर्वस्य इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः ओहो सुपि इत्यस्मात् ओहो इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति अनेकाचः उष्मोः असंयोगपूर्वस्य ओहो अङ्गस्य यण् अचि सार्वधातुके तर्हि अनुवृत्तिसहितसूत्रस्य तात्पर्यमस्ति हुष्णु द्वयोः द्वौ अपि अनेक अचत् अस्ति तदनन्तरं ते असंयोगपूर्वः अपि अस्ति इत्युक्ते उकारस्य स्थाने यण् आदेशः आगच्छति यदि सार्वधातुक अच् प्रत्ययः परम् अस्ति चेत् अत्र एकः अंशः महोदयः अपि उक्तवान् अचि अत्र अचिष्णु धातु ब्रुवां युवोरियङ्गौ अपि इको यणाचि अत्र द्वयोर्मध्ये अचि इति पदस्य भेदः कः इत्युक्ते अत्र इको यणाचि सूत्रे अचि इति अच् वर्णाः एव भवन्ति अत्र तु अच् अच् प्रत्ययः भवति इति परे अच् प्रत्ययः भवेत् इति भेदः अस्ति तर्हि अनेकाच् हु अपिष्णु द्वयोर्स्थाने असंयोगपूर्वस्य इत्युक्ते अजन्तधातूनां कृते उकारस्य स्थाने केवलं बकारः आगच्छति इति परन्तु यस्मिन् विधि स्थल अल्पग्रहणे तेषां विवरणं सम्यक् वक्तुं न जानामि भगिनि येन विधिस्तदन्तस्य यस्मिन् विधिस्तदाद् अल्वग्रहणे इति यस्मिन् विधिः इदानीम् अचि इति सप्तमी विभक्त्यामस्ति खलु तर्हि यस्मिन् इत्युक्ते सप्तमी भवति यत्र सप्तमी विभक्ति प्रयुक्तमस्ति तद् विधिः तद् आदौ अल्ग्रहणे तर्हि येषां प्रत्ययाणाम् आदौ अचस्ति तदपि गृह्णाति इति आदौ अचस्ति ते यदि अचि इति अस्ति सप्तमी विभक्त्याम् अस्ति खलु तर्हि यस्मिन् इत्युक्ते तत्र यत्र सप्तमी निर्दिष्टं भवति इत्युक्ते विधिः यत्र भवति तत् विधिः येषाम् आदौ अचस्ति तेषामपि ग्रहणं भवति अस्तु भगिनि किमर्थम् इत्युक्ते कः भेदः इत्युक्ते अत्र वयम् अङ्क इदानीम् अङ्गनिमित्तिकं वर्णनिमित्तिकं कार्ये तु अचि अचि इत्युक्ते वर्णमेव भवति अत्र तु अङ्गनिमित्तिकं कार्यमस्ति अङ्गनिमित्तिकं कार्यं परे अङ्गनिमित्त अङ्गस्य अङ्गात् परे यत् विधीयते प्रत्ययः एव विधीयते खलु तर्हि अचि इत्युक्ते अच् आदौ यस्य प्रत्ययस्य आदौ अस्ति तत् इति अवगन्तुं शक्नुमः कृष्णु इति अङ्गमस्ति खलु कृष्णु तर्हि अनन्तरं प्रत्ययः एव विधीयते अङ्गस्य अनन्तरं प्रत्ययः एव भवति तत् तावदेव पठितवन्तः खलु ह्यः कियत् पर्यन्तम् एतावत्पर्यन्तं खलु प्रश्नः अस्ति वा तर्हि सारांशः अस्ति इदानीं स्वाधिगणीय किञ्चित् सरलं कार्यं भवति किमर्थम् इत्युक्ते अनेकविधभेदाः न सन्ति बहु भेदाः आसन् खलु अन्ये सुदादिगणे अवादिगणे सर्वत्र तु विशेषदातवः अनेके आसन् अत्र तु तादृश क्लेशः न वर्तते अत्र तु अस्माभिः यत् चिन्तितव्यम् इत्युक्ते यत्र गुणनिषेधः भवेत् सम्प्रसारणस्य किमपि धातुः तत्र सम्प्रसारणीयधातुः अत्र नास्ति तृतीयम् अस्ति हलि अलितितां हलुपदाय इति इत्यस्य तु एकः एव दम् इति एव धातुः तत्तु दब्नु इति भवति अङ्कम् अनन्तरं यत् स्मर्तव्यम् इत्युक्ते अजन्तधातुः वा हलन्तधातुः वा इति चिन्तयामः चेत् तदेव पर्याप्तं तावदेव पर्याप्तम् अजन्तहलन्तधातूनां कृते अचिष्णुधातु ध्रुवं युवरिवङ्गम् इति कार्यं भवति अजन्तधातूनां कृते क्षम्यतां हलन्तधातूनां कृते अचिष्णुधातु ध्रुवं युवरिवङ्गम् अजन्तधातुः अस्ति चेत् कृष्णुः अजादि अस्तु कृष्णोः सार्वधातुके इति कार्यं करोति अचिष्णुधातु ध्रुवं प्रपाद्य अनन्तरं मध्यमपुरुषे एकवचने हि लोपः भवति, अनन्तरम् उत्तमपुरुषे विकल्पेन उकारस्य लोपः भवति. कार्यत्रयं स्मरामः चेत् स्वादिगणीयदात धातूनां कृते अस्माकं निष्पन्नं रूपनिष्पादनं तु सरलं भवति. तावत् भेदः न वर्तते. अन्यत्र मम तु भगिनी एव रि इति धातुः कृतवती. अहं तु अहम् अवगच्छ जानामि. अनन्तरं केचन दातवः सन्ति यत्र एतस्य सूत्रस्य प्रसक्तिः वर्तते, किन्तु आदौ एतस्माकं विस्फुटितम् तत्तु अहं विस्मृतवती पूर्णतया. अहं दृष्ट्वा एव वदामि भगिनि. किन्तु भगिनी द्रष्टुं तु प्रयत्नं कृतवती. सर्वम् आसीत् किल. अहं तु तत् न स्मरामि एव. मम तु सर्वं मिश्रणं भूत्वा इदानीम् अहं वदामि. किन्तु मम सम्यक् अभ्यासः अस्ति. मम भगिनी अपि वदति खलु यदि अहं दोषः वदामि चेत् कृपया वदतु. संशयः नास्ति चेत् विरमामः. इतोपि किमपि चर्चा. धन्यवादः भगिनी. शुभरात्रिः. शुभरात्रिः.